अस्तु, अद्यतनविषयः भविष्यति गुणनिरूपणम् इति. तस्मात् प्राक् गते वर्गे मनसः निरूपणसमये एकः प्रश्नः आगतः आसीत्. मनसः निरूपणे सुखादि उपलब्धिसाधनत्वम् इन्द्रियत्वम् इति अस्ति. सुखादि उपलब्धिसाधनम् इन्द्रियं मनः इति लक्षणवाक्ये अस्ति. अत्र एकम् उदाहरणं वयं दृष्टवन्तः, यत्र कोऽपि चित्रं पश्यति, चित्रस्य दर्शनेन मनसि सुखं जायते. तत्र उक्तमासीत् मनः, चित्रम्, एतानि सर्वाणि निमित्तकारणानि सन्ति इति. मनः, शरीरं, चित्रम्, एतत् सर्वं निमित्तकारणं, चक्षुः अपि. तत्र एकः प्रश्नः आगतः आसीत्, तर्हि चक्षुः अपि मनसि सुखम् उत्पादयति चित्रस्य दर्शनेन द्वारा, तर्हि कथं वा तत्र सुखादि उपलब्धिसाधनत्वं चक्षोः लक्षणमपि अस्ति इति किमर्थं न वदामः इति. तद् तं प्रश्नम् आधारीकृत्य महोदयेन करपत्रे, मनसः लक्षणम् इत्यस्मिन् करपत्रे एकं परिशिष्टं योजितम् अस्ति. तत्र एतस्य विवरणं दीयते. वयं पश्यामश्चेत् तत्र निमित्तकारणानि बहूनि सन्ति. मनः निमित्तकारणं, चक्षुरिन्द्रियं निमित्तकारणं, तथैव चित्रम् अपि निमित्तकारणम् इति बहूनि कारणानि सन्ति. किन्तु मनसः लक्षणवाक्ये अथवा यस्य कस्यापि लक्षणवाक्ये कथनावसरे साधारणधर्मः, असाधारणकारणत्वम् अपि च साक्षात् कारणत्वम् अस्ति वा इति द्रष्टव्यं भवति. कारणत्वस्य परिशीलनसमये विचारद्वयं परिशीलनीयं भवति. साधारण असाधारणकारणत्वं, साक्षात् असाक्षात् कारणत्वं च इति. इदानीं सुखस्य उत्पादने मनः असाधारणकारणमस्ति अपि च साक्षात् कारणमस्ति इति कृत्वा सुखादि उपलब्धिसाधनत्वं मनसः लक्षणं भवति. तत्र चक्षुः वा चित्रं वा इत्यादीनि निमित्तकारणानि तु सन्ति एव, परन्तु असाधारणकारणानि न सन्ति, साक्षात् कारणानि अपि न सन्ति इति कृत्वा सुखादि उपलब्धिसाधनत्वं चक्षुषु अथवा चित्रे अपरत्र न भवति इति एकः विचारः. अपरः विचारः अस्ति यद् यः कोऽपि अन्धः भवति चेत् यः द्रष्टुमेव न शक्नोति, सः अपि सुखम् अनुभवति. तर्हि तत्र सुखस्य अनुभवार्थं चक्षुरिन्द्रियस्य पात्रमेव नास्ति इति कृत्वा सुखादि उपलब्धिसाधनत्वम् इति विशेषगुणः अथवा विशेषलक्षणं नास्ति चक्षु इतर इन्द्रियाणाम् इति सर्वं विचार्य अत्र मनसः लक्षणम् इत्यस्मिन् करपत्रे परिशिष्टरूपेण योजितमस्ति. तर्हि कृपया पठित्वा तत्र प्रश्नाः सन्ति चेत् महोदयं प्रति प्रेषयन्तु इति केवलं संक्षिप्तरूपेण अत्र उक्तमस्ति. परिशिष्टे किम् अस्ति अपि च प्रश्नस्य परिहारः, समाधानं किम् इति. अस्तु, इतः अग्रे पुस्तकात् पठेम. गुणनिरूपणम् इति नूतनतया केन आगतम्? अन्य कोऽपि अस्ति खलु नूतनतया? माला अस्मि भगिनी. अस्तु अस्तु अस्तु, तर्हि गुणनिरूपणमिति सरला भगिनी आरब्धुमिच्छति वा? आं भगिनि. गुणनिरूपणम् एतावता ग्रन्थेन नवद्रव्याणि निरूपितानि. सम्प्रति क्रमप्राप्ते गुणनिरूपणे आदिनं रूपं लक्षणविभागाभ्यामाह. चक्षुर्मात्रग्राहो गुणो रूपं, तच्च शुक्ल नील पीत रक्त हरित कपिश्च चित्रभेदात् सप्तविधं. पृथ्वी जल तेजो वृत्तिः, तत् तत्र पृथ्व्यां सप्तविधम् अभास्वरशुक्लं जले भास्वरशुक्लं तेजसि. उच्यतां भगिनि. प्रथम वयम् उद्देशग्रन्थेन नवद्रव्याणि पठितवन्तः, तस्य लक्षण लक्ष्यं निरूप कथं निरूपते निरूपतानि भवति तस्य पठितवन्तः. अत्र गणनिरूपणे तस्य लक्षणं कस्य अस्ति तस्य विवरणम् अस्ति. लक्षणविभागाभ्यामः अत्र तृतीयाविभक्ति द्वितीयवचनं वचने अस्ति. द्वे विभागं एकं द्रव्यविभागं अत्र किञ्चित् वक्तव्यं भवति. अत्र उक्तम् एतावता द्रव्याणि निरूपितानि, अपि च क्रमानुसारम् अधुना गुणनिरूपणम्. मनः इति अन्तिमं द्रव्यमासीत्, तस्य निरूपणं जातं, तदनन्तरं गुणनिरूपणं. तस्मिन् गुणनिरूपणे प्रथमः गुणः रूपमिति स्वीकृतः. अपि च भगिन्या यदुक्तं लक्षणविभागाभ्याम् इति, तत्र तृतीया विभक्ति द्विवचनमस्ति. अस्तु, करणं लक्षणविभागेन एकवचनं, विभागाभ्यां बहुवचनमिति अस्ति. तत्र ग्रन्थस्य आदौ, विद्याधरीग्रन्थस्य आदौ द्वितीये पुटे पश्यन्ति चेत् तत्र अत्र उक्तमस्ति प्रथमः उद्देशभागः. अस्तु, तदनन्तरं लक्षण इति विभागद्वयम् अस्ति, तदेव अत्र उक्तं. क्रमम् अनुसृत्य अधुना उभाभ्यामपि विभागाभ्याम् एवम् उच्यते इति. तस्मिन् इदानीं गुणनिरूपणं, प्रथमः गुणः रूपम् इति. अस्तु, तस्य निरूपणम् अधः अस्ति, भगिनी वदति वा? चक्षुर्मात्रग्रहो गुणो रूपम्. एत्र गुणरूपस्य लक्षणम् अस्ति. चक्षुः केवलं रूपं गृहम् अस्ति, तत् रूप गुण अस्ति रूप. तत् रूपं शुक्ल नील पीत रक्त हरित कपिश्च इति विविधा सप्तविविधा वर्णानि सन्ति. चित्रभेदा सप्तविधं चित्रभेदा तत्र मिश्रवर्णम् अस्ति. रूपं तु पृथ्वी पृथिव्यां जले अति तेजसि अपि दृश्यते. तत्र पृथ्व्यां सप्तविधं रूपं सप्तवर्णानि रूपे दृश्यते. जले अस्ति अभास्वरशुक्लरूपं, तेजसि अस्ति भास्वरशुक्लरूपम्. बहु सम्यक् इति अस्ति रूपस्य निरूपणम्. सम्यक् अस्ति. चक्षुर्मात्रग्राह्यगुणः रूपम् इति अस्ति प्रथमवाक्यं. तत्र त्रयः अंशाः परिशीलनीयाः भवन्ति. प्रथमः अस्ति चक्षुर्ग्राह्यः इति, तदनन्तरम् अस्ति चक्षुर्मात्रग्राह्यः इति, तदनन्तरं गुणः इति. त्रयः अंशाः मिलित्वा रूपस्य विवरणमत्र. चक्षुरिन्द्रियेण ग्राह्यः, चक्षुरिन्द्रियेण एव चक्षुरिन्द्रियमात्रग्राह्यः, अपि च गुणः इति रूपस्य लक्षणवाक्ये दलत्रयं वर्तते. अस्तु, तस्य आवश्यकता का इति सर्वम् अग्रे दीयते, अपि च विवरणानि अपि दीयन्ते. अन्य कोऽपि अस्ति वा मध्ये? केनापि आगतम्? वर्धिनि भगिनि. अनन्तरम् अस्तु, कस्यचित् प्रश्नः आसीत् वा अस्मिन् विषये? अस्तु तर्हि जयन्ती भगिनी अग्रे पठति किम्? आं भगिनि. इह सम्प्रदाये मातृपदस्य इतरयोगः व्यवच्छेदः च अर्थः तस्मिन् च तत्तत् पदार्थान्वयः इत्यादि शाब्दबोधरीतिम् अनुसृत्य अर्थवर्णनं कुर्वन्ति परन्तु ग्रहणक्लेशपरिजिहीर्षुणा मया नैतद् उच्यते इति अन्येभ्यः तत्परग्रन्थेभ्यः अवगन्तव्यम्। एतत् लक्षणनिरूपणप्रकारः च अस्मत्सम्मतः इत्थम्। लेखकः यः देवदत्तमहोदय पुस्तकस्य लेखकः वदति अत्र मातृपदस्य इतरयोगः व्यवच्छेदः च अर्थः इत्युक्ते अत्र महोदयेन उक्तम् इतरयोगव्यवच्छेदः नाम अन्यसम्बन्धस्य व्यवच्छेदः अन्यसम्बन्धस्य निराकारः अन्यस्य सम्बन्धस्य निराकारः व्यवच्छेदः मातृपदम् इति पदं तस्मिन् च तत्तत् पदार्थान्वयः इत्यादि शाब्दबोधरीतिम् अनुसृत्य अर्थवर्णनं कुर्वन्ति शब्दानाम् आकृतिं दृष्ट्वा तस्य अर्थं वयं जानीमः परन्तु ग्रहणक्लेशपरिजिहीर्षुणा मया नैतदुच्यते अन्येषु ग्रन्थेषु भिन्नरीत्या तस्य अर्थं वा वर्णनं भवति परन्तु तस्मिन् जाटिल्यम् अस्ति इत्यतः लेखकः तस्य प्रयोगं न करोति। अन्या रीत्या अत्र वर्णनं दीयते तेन इति अस्ति। बहु सम्यक् अस्ति भगिनि, तथैव अस्ति। इत्यादि शब्दबोधरीतिमनुसृत्य नाम वाक्यजन्यबोधः, पदस्य अन्वयं कृत्वा वाक्यं जनयति, तादृशपदान्वयं कृत्वा अर्थवर्णनं कुर्वन्ति अपरेषु ग्रन्थेषु। परन्तु अत्र लेखकः वदति यत् अन्येभ्यः ग्रन्थेभ्यः ज्ञातव्यम् अथवा अवगन्तव्यं भवति, अत्र तु सामान्यरीत्या मात्रपदस्य एव इति अर्थः, चक्षुरेव चक्षुर्मात्रम् इति भवति इति आशयः अस्ति, तदेव सः अग्रे अपि वदति। अत्र एकं पदम् अस्ति परिजिहीर्षुणा इति, तस्य अर्थः अस्ति परिहर्तुम् इच्छुना, यः परिहर्तुम् इच्छति इति सनन्तरूपम्, जिज्ञासुः तथा परिजिहीर्षुः, तस्य तृतीया विभक्ति परिजिहीर्षुणा इति। अस्तु, इत्येव अस्ति मात्रपदस्य अर्थः कः इति उक्त्वा अग्रे यथा सामान्यं लक्षणवाक्यस्य बोधः भवति तादृशः विवरणं सर्वम् अग्रे दीयते। अत्र कोऽपि प्रश्नः? अस्तु, गोपालमहोदय अग्रे पठति वा। चक्षुरेव चक्षुर्मात्रम् इति भवेत् विग्रहः, चक्षुरेव चक्षुर्मात्रम् इति भवेत् विग्रहः। ग्राह्यमिति पदे च कः धातुर्वर्तते ण्यत् प्रत्ययश्च, ण्यत् प्रत्ययश्च ग्राह्यमिति धातोः प्रत्यक्षमर्थः, प्रत्यक्षमर्थक् इन्द्रियजन्यं ज्ञानं प्रत्यक्षम् अत्र ण्यत् प्रत्ययस्य कर्मत्वम् अर्थः प्रत्यक्षकर्मत्वं च विषयत्वरूपमिति पक्ष्यमाणत्वात् ग्राह्यपदेन प्रत्यक्षविषयत्वं लब्धं तच्च रूपनिष्ठं चक्षुषा एव ग्राह्यमिति वर्णने तृतीया वर्तते तथा तृतीयाकरणत्वं साधनत्वम् अवगम्यते तृतीया साधनत्वम् इति तच्च चक्षुर्निष्ठं प्रत्यक्षनिरूपितं तथा च एवं भवेत् स्थितिः. अस्तु, उच्यतां महोदय. प्रथमं वाक्यं तु चक्षुरेव इत्युक्ते चक्षुर्मात्रम् इति यत्र उक्तं तस्य अर्थः चक्षुरेव इति अस्ति. अस्तु, इदं केवलं मनसि निधाय अग्रे ग्राह्यम् इत्यनेन किम् उक्तम् अस्ति इति सर्वम् अत्र दीयते. अत्र अहम् उक्तवती खलु चक्षुर्ग्राह्यः चक्षुर्मात्रग्राह्यः चक्षुर्मात्रग्राह्यगुणः इति त्रयः विषयाः अवलोकनीयाः भवन्ति. अत्र अग्रिमे चित्रे प्रथमः विषयः अत्र प्रतिपादितः, चक्षुर्ग्राह्यः इति उच्यते रूपं किमर्थम् इति. अस्तु, वदति वा ग्राह्यम् इति. ग्राह्यमिति यत्र तत्र ग्राह्य चक्षुषा एव ग्राह्यमिति वर्णने तृतीया विभक्ति इति तत् करणत्वं तृतीया विभक्ति उपयुज्येन करणत्वं साधनत्वम् अवगम्यते. तृतीया वयं जानीमः यत् यत् यत्र कुत्रापि तृतीया विभक्ति उपयुज्यते तत्र कारणम् इति साधनत्वम् इति अवगम्यते. तत्तु सत्यम्. अत्र धातुः कः उपयुज्यमानः धातुः कः ग्रहधातुः अपि च ग्रहधातुतः ण्यत् प्रत्ययः योजितः अस्ति. अस्तु, वदामि ण्यत् इति अत्र ग्रह प्लस् ण्यत्. अस्तु, अनुबन्धलोपानन्तरं सर्वं निष्कास्य ग्रह प्लस् य ग्राह्य इति भवति. यथा वाक्य कार्य इत्यादीनि पदानि तथैव ग्राह्य इति भवति ण्यत् प्रत्यययोजनेन. अपि च ण्यत् इति प्रत्ययः कस्मिन् अर्थे विधीयते? कस्मिन् अर्थे? कर्मत्व अर्थः इति उक्तं खलु, ण्यत् ण्यत् प्रत्ययस्य कर्मत्वर्थः. कर्मत्वं नाम कर्मणि प्रयोगः, तावदेव. प्रत्यक्षकर्मत्वं च विषयत्वरूपम् इति पक्षमाणत्वात् ग्राह्यपदेन प्रत्यक्षविषयत्वं लब्धं. ग्राह्यपदेन प्रत्यक्ष यत् रूपं दृष्टं तत् ग्राह्यरूपेण एव प्रत्यक्ष कर्म प्रत्यक्षं भवति कर्मणि प्रयोगः इति चिन्तयतु तत्र. अस्तु, यथा तव्यतनी तथैव ण्यत् ग्राह्य इति पदं निष्पन्नं चेत् तत्र कर्मणि प्रयोग इति चिन्तयति चेत् ग्राह्यपदे कर्मत्वम् अस्ति. अपि च ग्रहधातुः, अत्र ग्रहधातुः प्रत्यक्षम् इति अर्थः धातोः. प्रत्यक्षं नाम ग्रहणम्. अत्र अस्माभिः किं गृह्यते? ज्ञानं, चक्षुषा ज्ञानम् अथवा प्रत्यक्षम् इति यत्किमपि भवति तदेव अस्ति ग्रहधातोः अर्थः अत्र. अपि च इत्युक्ते ग्रहणम् इत्युक्ते फोल्डिङ्ग् ग्रहणं यत् प्रत्यक्षं भवति ग्रहणम् अथवा यद्गृह्यते सः एव ज्ञानं खलु. चक्षुषा यद्गृह्यते तदेव ज्ञानं भवति ज्ञानरूपेण. तर्हि धातुः, ग्रहधातुः तस्मिन् अर्थे अत्र उपयुज्यमानः धातोः प्रत्यक्षम् अर्थः इति तदर्थम् उक्तम्. अस्तु, तस्मिन् अर्थे यः धातुः वर्तते तस्मात् ण्यत् प्रत्ययस्य योजनं कर्मत्व अर्थे. अस्तु, तर्हि प्रत्यक्षकर्मत्वं विषयत्वरूपम् इति अत्र अधोभागे चित्रे यदस्ति तावदेव अस्ति ग्राह्यपदेन प्रत्यक्षविषयत्वं लब्धम् इति. प्रत्यक्षम् इति ज्ञानं, ज्ञानस्य विषयः तु भवति रूपमेव. न, प्रत्यक्षम् इत्युक्ते ज्ञानं. अस्माभिः पूर्वमपि दृष्टं खलु प्रत्यक्षम् अनुमानम् उपमानम् इति सर्वाणि ज्ञानानि, ज्ञानस्य विधानि. मनोनिरूपणसमये अपि सुखम् इति प्रत्यक्षं, तथा एव अत्र रूपमिति प्रत्यक्षम् अथवा ज्ञानम्. अपि च ज्ञानस्य सर्वदा विषयः भवति, अहं सुखी इत्यस्मिन् सुखः इति विषयः. अत्र रूपम् इति ज्ञानम् अस्माभिः दृश्यते चेत् रूपमेव ज्ञानस्य विषयः भवति. अस्तु, अपि च अत्र किमुक्तं, प्रत्यक्षं प्रत्यक्षर्थे धातुः, ग्रहधातुः उपयुज्यमानः अस्ति. अपि च तस्मात् यत् प्रत्ययः विधीयते चेत् ग्राह्य इति पदं यद् निष्पन्नं तेन प्रत्यक्षविषयत्वं सूचितम्. प्रत्यक्षविषयत्वम् अथवा प्रत्यक्षकर्मत्वं सूचितम्. द आब्जेक्ट्, कर्म इत्युक्ते आब्जेक्ट्, ज्ञानस्य आब्जेक्ट् अथवा विषयः कः, रूपम् इति. तर्हि ग्राह्यपदेन प्रत्यक्षस्य विषयम् अथवा प्रत्यक्षस्य कर्मत्व सूचितमस्ति. तच्च किं, तत् प्रत्यक्षविषयत्वं किम् अस्ति? तच्च प्रत्यक्षविषयत्वं कुत्र अस्ति? प्रत्यक्षविषयत्वं रूपे. हा, रूपे इति कृत्वा तच्च रूपनिष्ठम् इति उक्तम्. रूपे उक्तं वा? अस्तु, तदनन्तरं भवान् यद् उक्तवान् आसीत् तदेव अस्ति तृतीयः प्रयोगः. पठति वा? चक्षुषा एव. आम्, चक्षुषा एव ग्राह्यम् इति तृतीया वर्तते. तया तृतीयाकरणत्वं साधनत्वम् अवगम्यते. तच्च चक्षुर्निष्ठं प्रत्यक्षनिरूपितं ज्ञानम् रूपम्. रूपं, हा हा, अस्तु. तर्हि इदानीम् अस्माभिः ज्ञायते यत् ण्यत् प्रत्ययस्य योजनेन कर्मपदं सूचितमस्ति. तत् कर्मपदम् इति अस्ति. तच्च कर्मत्वं प्रत्यक्षकर्मत्वम् अस्ति. अस्तु, प्रत्यक्षस्य कर्म अस्ति एतद् यत्किमपि सूचितमस्ति ग्राह्यपदेन. अपि च तादृशप्रत्यक्षकर्मत्वम् अथवा प्रत्यक्षविषयत्वं रूपे अस्ति. रूपे विषयता अस्ति. कस्य विषयता? प्रत्यक्षस्य कं प्रति विषयता? प्रत्यक्षं प्रति इति कृत्वा रूपनिष्ठविषयता अस्ति. एतादृशविषयता केन गृह्यते? चक्षुषा एव गृह्यते. तत्तु सुलभमेव. यद् यत्र कुत्रापि वयं चक्षुषा एव इति गृह्यम् इति वदामः तत्र तृतीया वर्तते इति कृत्वा साधनत्वम् अस्ति चक्षुषी इति. अस्तु, इति एव अत्र चित्ररूपेण वर्णितम् अपि अस्ति. तर्हि प्रारम्भतः किञ्चित् चित्रं वदति वा महोदय, वाक्यरूपेण यथा सामान्यं? चक्षु निष्ठजनकता, जनकता निरूपित, जनकता निरूप निरूपणं प्रत्यक्षं, प्रत्यक्ष निष्ठ विषयिता निरूपकं रूपम्. तदपि सत्यमेव, चक्षुर्निष्ठप्रत्यक्षनिरूपितं रूप इति. परन्तु अत्र अन्य कोऽपि वदति वा पूर्णतया? चक्षुः जनकः अस्ति. चक्षुषा ज्ञानम् अथवा प्रत्यक्षं वर्तते इति जन्यता प्रत्यक्षे अस्ति. पुनः प्रत्यक्षम् अथवा ज्ञानं विषयी अस्ति इति कृत्वा तस्मिन् विषयिता, तस्य ज्ञानस्य विषयः अस्ति रूपम् इति कृत्वा रूपे विषयत इति. सर्वम् अन्य कोऽपि वदति वा? विद्याशङ्करमहोदय प्रयत्नं करोति. रूपं तत्र आरभ्य वा? न, रूपस्य निरूपणम् इच्छामि अहं. तर्हि कुतः आरभ्य वदति? चक्षुः आरभ्य. अन्ततो गत्वा रूपम् इत्यस्य निरूपणं मया इष्यते खलु? तदर्थमेव अयं प्रयासः चक्षुतः तर्हि चक्षुतः आरभ्य रूपपर्यन्तं वक्तव्यं भवति. चक्षुनिष्ठ जनकतानिरूपित जन्यता आश्रय प्रत्यक्ष श्रूयते वा? हलो आं श्रूयते महोदय. श्रूयते महोदय. चक्षुनिष्ठ जनकतानिरूपित जन्यत आश्रय प्रत्यक्षं निरूपित प्रत्यक्षं निष्ठ विषयता निरूपित विषयता आश्रयः रूपम् आश्रयं रूपम् भगिनी कुत्र महोदय? श्रूयते वा? क्षम्यतां क्षम्यतां मम दूरवाणी कर्तिता जाता. पुनः वदामि वा? कृपया वदतु. चक्षुनिष्ठ जनकतानिरूपित जन्यता आश्रय प्रत्यक्षं तन्निष्ठ विषयता निरूपित विषयता आश्रयं रूपम् रूपम् हा सम्यक् अस्ति. इति रूपस्य निरूपणम् अस्तु. चक्षुर्ग्राह्यरूपम् इति यदस्ति वाक्यवदनस्य शैली तस्य नैयायिकानां शैल्याम् अत्र निरूपणं जातम् अस्तु. तर्हि अत्र स्पष्टम् अस्ति इति मन्ये. वयं तु पूर्वमपि कृतवन्तः स्मः एतादृशं वाक्यरचनम्. अधुना अग्रे गत्वा चक्षुर्मात्रग्राह्यः इत्यस्य विवरणं दीयते. महोदय अग्रे पठति वा? एवकारार्थकमात्रपदश्रवणम् अपि प्रकृते वर्तते. तत्र लोके चैत्र एव आयाति इति उक्तौ यथा चैत्रागमनं प्रतीयते तथैव चैत्रभिन्नः यः तस्य अनागमनम् अपि. तथैव प्रकृते अपि चक्षुषा एव ग्राह्यम् इति उक्तौ यथा चक्षुषा ग्राह्यत्वं बोध्यते तथैव तद् इतर अग्राह्यत्वमपि. तथा च चक्षुरितराणि यानि घ्राणादि इन्द्रियाणि तैः रूपस्य प्रत्यक्षं न भवति अथवा तैः जायमानं यत् प्रत्यक्षं तस्य विषयः रूपं न भवति इति अर्थः फलति. अस्तु उच्यता महोदय. मया प्रथम पदं न अवगतम्. एवकारार्थकमात्रपदश्रवणं तत्र विभजनं कथमपि मया. एवकारार्थकं मात्रपदं चक्षुर्मात्रग्राह्यो गुणः तस्मिन् मात्रपदमस्ति खलु? एवकारार्थकं मात्रपदस्य एवकारार्थकम् इति अर्थः. वस्तुतः प्रथमपरिच्छेदे तु तत्र उक्तम् इतरयोगव्यवच्छेदाश्रयार्थः इति सर्वम् उक्तं किल. तदर्थं तस्य परिहारार्थम् अत्र सरलरीत्या उच्यते लेखकेन चक्षुमात्रम् इत्युक्ते चक्षुरेव इति. एवकारार्थकं शब्दस्य अर्थं किम्? एवकारार्थकम् एव इति पदस्य अर्थः मात्र. हा मात्रशब्दस्य एवकार इत्युक्ते यत्र यत्र एव इति वदामः तद् एवकार. मात्रशब्दस्य तदेव अर्थः. चक्षुः एव प्रकृते. अस्तु अस्तु. तत्र लोके चैत्र एव आयाति इति उक्तौ यत् चैत्र आगमनं प्रतीयते तथैव चैत्रभिन्नः यत् तस्य अनागमनमपि. यः कोऽपि वदति चैत्र आयाति तस्य अर्थः चैत्रमायाति अपि च चैत्रभिन्नः कोऽपि न आगच्छति इति एव तस्मिन् अन्तर्भूतः अस्ति. तदेव अस्ति एवकारार्थः. एवकारपदस्य सः एव अर्थः. चैत्रः आगच्छति चैत्रः एव आगच्छति इति वदामश्चेत् तत्र चैत्रभिन्न अन्यः कोऽपि देवदत्तः यज्ञदत्तः नास्ति इति एव अर्थः इति उच्यते. तथैव प्रकृते अपि चक्षुषा एव ग्राह्यं यथा उक्तं तस्य अर्थमस्ति यथा चक्षुषा ग्राह्यत्वम् इतर प्रत्यक्ष माध्यमेन न अनाग्रह्यत्वम् इति अग्राह्यते तथा च चक्षुरितराणि यानि घ्राणादि इन्द्रियाणि अन्यानि इन्द्रियाणि अन्यैः इन्द्रियैः रूपस्य प्रत्यक्षं न भवति तत्तत् इन्द्रियं तत् प्रति इन्द्रियस्य क्षेत्रं भिन्नः अस्ति इति अस्मभिः ज्ञातमेव अस्ति. रूपस्य ग्राह्यं चक्षुषा एव वर्तते न अन्य इन्द्रियैः इति एव पदस्य अर्थः तावदेव अस्ति. चित्रे अपि तदेव प्रदर्शितं. तत्र अग्राह्यत्वम् इति यदुक्तम् अन्य इन्द्रियैः तद् अभावः इति पदेन सूचितम् अस्ति. वाक्यस्य रचनसमये सर्वम् उक्त्वा ग्राणादि निष्ठजनकता इत्यादिकं सर्वम् उक्त्वा विषयिताभाव आश्रयरूपम् इति वाक्यं भवति. यतोहि चक्षुरितिर अभावः चित्रे पश्यति वदतु महोदय प्रारम्भतः. तर्हि तत्र विषयिता तत्र द्वयम् अस्ति, विषयिताश्रयगन्धः अथवा विषयिता अभावः. विषयिताश्रय अभावः रूपं इति कथं? हा तदेव अस्ति. ग्राणम् इत्यादि ग्राण अस्तु अन्य कोऽपि प्रयत्नं प्रश्नः कथं वक्तव्यं? विषयिता वाक्यं सत्यं सत्यं तदेव महोदय. विषयताभाव आश्रयः रूपं तदेव मम प्रश्नः. तथैव अस्ति. यतोहि चक्षुर्भिन्न इन्द्रियेण रूपं न गृह्यते. तर्हि चक्षुर्भिन्न इन्द्रियेण यद् प्रत्यक्षं जायते तस्मिन् रूपम् इति विषयता नास्ति. गन्धः इति स्यात्, रसः इति विषयः स्यात् अन्य इन्द्रियैः जन्यप्रत्यक्षे, परन्तु रूपस्य अभावः अस्ति तादृशप्रत्यक्षे इति चित्रेण प्रदर्शितम् अस्ति. अस्तु लक्ष्मी भगिनी वाक्यं वक्तुं वदतु महोदय. यत्किमपि इन्द्रियं भवतु अन्यतम इन्द्रिय चक्षु विना विहाय चक्षुर्विहाय यः कोऽपि भवतु, यत्किमपि भवतु इन्द्रियं, तस्मिन् रूपाभावः अस्ति एव. तस्मात् यत् प्रत्यक्षं जायते तत्र रूपाभावः वर्तते इति एव चित्रस्य आशयः अस्ति अत्र. तदेव एव इति पदेन सूचितं. चक्षुर्मात्र अथवा चक्षुरेव ग्राह्यो गुणः रूपम्, तत्र तदेव प्राधान्यम् अस्ति मात्रपदस्य. चक्षुषा एव तादृशं ज्ञानम् अथवा प्रत्यक्षं जायते यस्मिन् रूपम् इति विषयः वर्तते इति अर्थः. अस्तु लक्ष्मी भगिनी वाक्यं वक्तुमिच्छति वा? ग्राणादिनिष्ठजनकता निरूपित जन्यता आश्रयः जन्यता आश्रय प्रत्यक्ष प्रत्यक्षं तन्निष्ठविषयिता निरूपित विषयताभावः रूपं अथवा विषयता आश्रयः गन्धः वा रसवः ग्राणादि इति उक्तं खलु. तर्हि ग्राणं यत्र अस्ति तत्र गन्धः, रसनम् इति यत्र अस्ति तत्र रसः, तथा भवति. त्वग् इति यत्र भवति तत्र स्पर्शः. परन्तु अन्य इन्द्रियैः रूपं न गृह्यते इति कृत्वा यथा भगिन्या उक्तम् अन्ततो गत्वा विषयताभावः तादृशविषयताभावः अस्ति रूपे इति स्पष्टं भवति मात्रशब्दस्य प्रयोगेन इति बुद्धं स्यात्. आं भगिनि. अस्तु भगिनि, तर्हि अग्रे भवती एव पठतु. इत्यर्थः सम्पन्नः. एवं मूले चक्षुर्मात्रग्राह्यो गुणो रूपम् इति लक्षणवाक्यम्. तत्र चरमं गुण इति पदं तदर्थस्यापि लक्षणान्तर्भावः आवश्यकः, अन्यथा वक्ष्यमाणा अतिव्याप्तिः भवेत्. अस्तु, एवं मूले लक्षणवाक्यं, रूपस्य लक्षणवाक्यमस्ति चक्षुर्मात्रग्राह्यो गुणं गुणो रूपम् इति. तत्र यथा भवती पूर्वमेव उक्तं, दलत्रयमस्ति, चक्षुर्मात्रग्राह्यो गुणः इति. अनन्तरं तत्र चरमं गुण इति पदं, चरमम् अत्र अत्र किम् अस्ति भगिनि, मया न अवगतं. चरमम् इत्युक्ते अन्तिमम्. ओ, अन्तिमम्, अस्तु. चरमं गुण इति पदम्, अस्तु, अन्तिमपदं गुणः इति अत्र. तदर्थस्य अपि लक्षणान्तर्भावः आवश्यकः, लक्षणान्तर्भावः आवश्यकः. लक्षणस्य अन्तर्भावः नाम नाम हा वदतु. गुणस्य कथनमपि तत्र लक्षणस्य अन्तर्भावे स्यात् इति अहं. हा, तदेव अस्ति. गुणः इति पदं लक्षणस्य अन्ते स्यात् आवश्यकम् अस्ति. किमर्थं भवेत् इति अग्रे वक्ष्यमाणरीत्या किमपि अस्ति खलु, वक्ष्यमाण अतिव्याप्तिः भवेत्. अस्तु, तर्हि रूपस्य निरूपणावसरे चक्षुर्ग्राह्यं, चक्षुर्मात्रग्राह्यम्, अपि च गुणः इति त्रयः अपि अंशाः भवेयुः, नो चेत् अतिव्याप्तिः भवति. कथम् अतिव्याप्तिः भवति, किमर्थं दलत्रयम् आवश्यकम् इति अग्रे अस्ति. अस्तु, प्रथमपरिच्छेदं पठति वा लक्ष्मी भगिनी? रूपलक्षणे दलसार्थक्यं तथा च चक्षुरिन्द्रियनिष्ठजनकता निरूपित जन्यता आश्रयः प्रत्यक्षनिष्ठ विषयिता निरूपित विषयता विषयता दत्वे सति विषयता विषयता विषयतावत्त्वे सति विषयतावत्त्वे सति. अनन्तरं चक्षुर् इतर इन्द्रियनिष्ठजनकता निरूपित जन्यता आश्रयः प्रत्यक्षनिष्ठ विषयिता निरूपित विषयतत्वा अभावतत्वे सति. गुणत्वं रूपस्य लक्षणम् अत्र प्रथम पायिण्ट् अस्ति चक्षुरिन्द्रिय अस्तु प्रथमदलमस्ति चक्षु इन्द्रियनिष्ठजनकता निरूपित. पूर्वमेव दृष्टवन्तः चित्रं चतुष्षष्टिः चित्रे एव तदेव अस्ति अनन्तरं तत्र रूपस्य लक्षणं रूपस्य किं नाम रूपस्य वर्णनम्. अनन्तरं चक्षुभ्यः भिन्न ये इन्द्रियाणि सन्ति तेषां जनकता निरूपित जन्यता आश्रयः तेषां यत् कोऽपि ज्ञानं जातं तत् रूपस्य भिन्नमस्ति अथवा अत एव अत्र अस्ति विषयता अभावत्वे सति. अभावत्वे सति विषयतावत्वे सति इति उक्त्वा पुनः इतोपि एकं दलम् आवश्यकम् अस्ति, तत् किं? गुणत्वं रूपस्य लक्षणम्. हा, गुणत्वं रूपस्य लक्षणम् इति त्रीणि दलानि भवेयुः. यथा रूपस्य क्षम्यतां वायोः लक्षणवाक्ये रूपरहितत्वे सति स्पर्शवत्वम् इति दलद्वयम् आसीत् खलु, तथैव अत्र दलत्रयं वर्तते रूपस्य निरूपणे. एकमपि दलं न भवति चेत् अतिव्याप्तिः भवति. अस्तु, अतिव्याप्तिदोषः कथं भवति इति अग्रे सर्वं चर्चितमस्ति. अस्तु तर्हि अजितमहोदय अग्रे पठति वा? अजितमहोदय अस्ति किम्? आं भगिनि. समन्वयप्रकारश्च तदेव भगिनि. तदारभ्य अहं समन्वयप्रकारश्च इत्थं चक्षुरिन्द्रियजन्यं यत् प्रत्यक्षम् इदं शुक्लं रूपमिति प्रत्यक्षं तन्निष्ठविषयितानिरूपितविषयदारूपे अस्ति. एवं चक्षुर्भिन्नं यत् इन्द्रियं घ्राणं तज्जन्यं यत् प्रत्यक्षम् अयं सुरभिगन्ध इति प्रत्यक्षं तन्निष्ठविषयितानिरूपितविषयदागन्धे विषयत्वाभावः लक्ष्ये रूपे अस्ति. एवं रूपं गुण इति तत्र गुणत्वजातिरपि वर्तते इति समन्वयः. अस्तु, समन्वयः इति स्मरणार्थं तत्र पृष्ठसङ्ख्या 40 इति अस्ति. तत्र लक्षणस्य लक्ष्ये विद्यमानत्वं यद्वर्ण्यते सः समन्वयः इत्युच्यते. अस्तु, लक्षणस्य लक्ष्ये विद्यमानत्वम् इति येन वाक्येन वर्ण्यते सः समन्वयः इति उच्यते. अत्र अस्माकं लक्ष्यं किम्? लक्ष्यं रूपमस्ति. तस्य लक्षणानि एतानि त्रीणि इति अस्ति. किञ्चित् प्रतिपादयति वा महोदय? इतोपि एकवारं पठतु, चिन्ता नास्ति. समन्वयप्रकारश्च इत्थं यदा चत्वारिंशत् उपे लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्ण्यते सः समन्वयः इत्युच्यते. लक्षणस्य लक्ष्ये विद्यमानत्वं लक्षणस्य लक्ष्यम् अत्र लक्षणस्य लक्ष्यं रूपमेव. लक्ष्यम् अस्ति रूपं, लक्ष्यं रूपं, लक्ष्यं रूपं. किन्तु लक्षणस्य लक्ष्यम् इत्युक्ते लक्षणं, लक्षणम् इत्युक्ते एकः असाधारणगुणः खलु? इदानीं वायोः लक्षणं किं? रूपरहितत्वे सति स्पर्शवत्वम् इति वदामि चेत् तत्र तादृशवाक्यमस्ति समन्वयः. लक्ष्यम् अस्ति वायुः, तस्मिन् विद्यमानलक्षणद्वयम् अस्ति, रूपरहितत्वम् अपि च स्पर्शवत्वम् इति उभौ वक्तव्य भवति. तथैव अत्र किं किम् अस्ति लक्षणानि? चक्षुरिन्द्रियजन्यं यत् प्रत्यक्षम् इदं शुक्लं रूपमिति प्रत्यक्षं तन्निष्ठविषयितानिरूपितविषयदारूपे अस्ति. अस्तु, दलत्रयम् इति यद् उक्तमस्ति तत्र उपरितने अनुच्छेदे प्रथमबिन्दुः द्वितीय तदेव अत्र पुनः. एवं चतुर्भिन्नं यत् इन्द्रियं घ्राणं तज्जन्यं यत् प्रत्यक्षम् अयं सुरभिगन्ध इति प्रत्यक्षम् प्रथमबिन्दु रूपं शुक्लं रूपम् इति प्रत्यक्षं द्वितीय सुरभिगन्ध एकनिमिषः एकनिमिषः प्रथमलक्ष्यम् अस्ति किम् प्रथमं लक्ष्यं लक्ष्यम् अस्ति रूपं तस्मिन् लक्षणत्रयं वक्तव्यं भवति सः एव समन्वयः इति प्रथमलक्षणमस्ति किम् चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपितविषयतावत्त्वे विषयतावत्त्वं विषयतावत्त्वम् इति प्रथमलक्षणं इति तदेव अत्र उक्तम् इदं शुक्लं शुक्लं नाम श्वेतवर्णः अस्तु इदं शुक्लम् इति यद् अस्ति प्रत्यक्षम् अथवा ज्ञानं तस्मिन् एतादृशी विषयता अस्ति कीदृशी विषयता प्रत्यक्षनिष्ठविषयिता निरूपितविषयता अस्ति इति प्रथमं लक्षणमस्ति द्वितीयं किं द्वितीयम् अयं सुरभिगन्ध द्वितीयबिन्दु चक्षुरितर इन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रय प्रत्यक्षनिष्ठविषयितानिरूपितविषयतत्वाभाव विषयतत्वाभावत्वं सम्यक् इत्येव अस्ति ग्राणं ग्राणमिति जानाति ग्राणेन कीदृशं प्रत्यक्षं जायते हा अत्र अस्ति खलु अयं सुरभिगन्धः इति अस्तु तेन किं तस्मिन् कीदृशी विषयता अस्ति अयं सुरभि हा अयं सुरभिगन्धः इति प्रत्यक्षनिष्ठविषयितानिरूपितविषयता अस्ति गन्धे ग्राणेन्द्रियेण अयं सुरभिगन्धः इति प्रत्यक्षं जायते अपि च अयं सुरभिगन्धः इति प्रत्यक्षनिष्ठ तन्निष्ठ नाम प्रत्यक्षनिष्ठविषयितानिरूपितविषयता गन्धे अस्ति तादृशं तादृशी विषयता रूपे अस्ति वा अजित् महोदय किं चिन्तयति तादृशी विषयता भगिनि पुनरेकवारं अत्र पश्यतु उपरितने भागे एकं चित्रम् अस्ति खलु ग्राणादि इति उक्त्वा ग्राणेन गन्धः भवति सुरभिगन्धः इत्युक्ते सम्यक् गन्धः तावदेव ग्राणेन ग्राणं नाम नासिकेन नासिकया गन्धः जायते अस्तु तत्र यद् प्रत्यक्षम् अथवा ज्ञानं भवति ज्ञानेन्द्रियेण अस्तु ज्ञानेन्द्रियेण यद् प्रत्यक्षं भवति तस्मिन् प्रत्यक्षे या विषयता अस्ति तया विषयतया निरूपितविषयता आश्रयः गन्धः भवति न तु रूपम् गन्धः इति एकः गुणः रूपमिति एकः गुणः ग्राणेन्द्रियेण यद् प्रत्यक्षं भवति तस्मिन् प्रत्यक्षे विषयः अस्ति गन्धः न तु रूपम् तर्हि तादृशी विषयता कुत्र अस्ति अयं सुरभिगन्धः निष्ठविषयता निरूपित कुत्र अस्ति तादृशविषयता गन्धे हा उपरितनचित्रं पश्यतु विषयता इति कृत्वा एकम् एरो मार्क् आदौ गच्छति खलु गन्धः तादृशविषयतायाः अभावः रूपे अस्ति नाम तादृशी विषयता येन ज्ञायते इदं गन्धः अयं गन्धः समीचीनमस्ति अयम् असमीचीनमिति यत् ज्ञायते तादृशविषयता गन्धे अस्ति अपि च तादृशं ज्ञानं जनयति ग्राणः न तु चक्षुः इति सर्वम् उक्त्वा घ्राणेन या यद् ज्ञानं जायते तस्य विषयः अस्ति गन्धः, तादृशी विषयता अस्ति गन्धे, रूपे तादृशविषयतायाः अभावः अस्ति इति द्वितीयं लक्षणं. विषयत्वाभावः लक्ष्ये रूपे अस्ति इति पश्यति वा तत्र? अस्तु, इदानीं तृतीयः गुणः अथवा लक्षणं किम् अस्ति? गुणत्वं रूपस्य लक्षणं. हा, एवं गुणत्वजातिरपि वर्तते इति सर्वं मिलित्वा समन्वयः, नाम लक्षणस्य लक्ष्ये विद्यमानत्वं वक्तव्यं चेत् त्रीणि अपि उक्त्वा वाक्यं रचनीयं भवति इति अस्ति. अत्र कोऽपि प्रश्नः अस्ति वा? हा भगिनि, रूपम् इति वदनेन वर्णः इति अर्थः खलु? केवलं वर्णः इति न, अस्तु, तस्य आकारम् अपि सूचयति. अस्तु, परन्तु लक्षणवाक्ये तु तद् न उक्तम्. आम् आम्, अहं चिन्तयामि चित्रम् इति यद् अत्र अस्ति तेन सर्वं गृह्यते इति. अमि अत्र पश्यामश्चेत् मम अपि प्रश्नः आसीत् किमर्थं षड्वर्णाः एव अन्तर्भूताः इति. अन्ये अपि वर्णाः सन्ति खलु, कृष्णवर्णः अपि, नीललोहित इत्यादीनि. तर्हि यथा पञ्चकर्माणि एव उक्तानि, गमनम्, उत्क्षेपणं, कर्मणः निरूपणसन्दर्भे, तथैव अत्रापि अस्ति सर्वं न गृह्यते इति महोदयेन उक्तम्. अपि च भगिनी शेप् इति तस्य आकारः वा? आकारः, हा, आकारः अपि न उक्तम् अस्ति. न उक्तम्, अस्तु, परन्तु आकारः स्पर्शेन एव ज्ञायते चक्षुषा अपि, परन्तु प्रायः असाधारणधर्मः न खलु, यतोहि आम् यथा महोदयेन उक्तं, तत् विद्याशङ्करमहोदय उक्तवान् स्पर्शेण अपि आकारः ज्ञायते, प्रायः तदर्थं न स्यात्. अस्तु, अग्रे सरेम वा? तर्हि माला भगिनी अग्रे पठति किम्? भगिनी माला भगिनी, माला भगिनी अस्ति वा? आम् आम् अस्मि अहम्. अग्रे पठति. आम् आम्, रूपलक्षणे दलसार्थक्यं, लक्षणे विद्यमानानां दलानाम् उपयोगं चिन्तयामः, दलनिर्देशे सङ्ख्याः अपि उल्लिखिताः सन्ति, ताः आदाय यदि चिन्तयामः तर्हि केवलं प्रथमम् आद्यः प्रकारः, केवलं द्वितीयः, केवलं तृतीयः, एकम् अपि कथं तत्र एवं वदतु, प्रथम केवलं प्रथमदलम् आद्यः प्रकारः, केवलं द्वितीयदलं द्वितीयः प्रकारः. अस्तु, इदानीं किं किं किं वदन्ति अत्र? अस्माभिः दृष्टं यत् त्रीणि दलानि सन्ति इति खलु? आम् आम्. तर्हि एकमेकं चित्वा अनन्तरं तयोः मिश्रणमपि कृत्वा, प्रथमदल द्वितीयदल द्वितीयदल तृतीयदल द्वितीयदलम् अथवा प्रथमदलं तृतीयदलं, तादृशं मिश्रणमपि कृत्वा एकमेकम् अपि प्रकारं स्वीकृत्य पश्यन्ति अग्रे अतिव्याप्तिः भवति वा भवति वा नास्ति वा इति. तर्हि एवं वदतु, केवलं प्रथमदलम् आद्यः प्रकारः तथा. केवलं प्रथमदलम् आद्यः प्रकारः, केवलं द्वितीयदलं द्वितीयः, केवलं तृतीयदलं तृतीयः, तृतीयः प्रकारः द्वितीयः प्रकारः, एकम् अपि च द्वितीयः दलं चतुर्थः, एकम् अपि च तृतीयदलं पञ्चमः प्रकारः, केवलं द्वितीयम् अपि च तृतीयं दलं षष्टः प्रकारः. एते षट् प्रकाराः सम्भाव्यन्ते. तत्र दलसार्थक्यं चिन्त्यते. इदानीम् एकमेकम् अपि प्रकारं स्वीकृत्य तस्य आवश्यकता अस्ति न वा, तेन अतिव्याप्तिदोषः निवार्यते वा इति चिन्तनं भवति अग्रे. प्रथमं प्रकारं पठति वा भगिनि? प्रथमं प्रकारं आद्यः प्रकारः. आद्यः इत्युक्ते? आद्यः इत्युक्ते आदौ, तावदेव. आद्यः प्रथमः प्रकारः. अस्तु, प्रथमदलम् इति प्रथमः प्रकारः. अत्र प्रथमदलम् अस्ति चक्षुः ग्राह्यः. हा हा, तथैव तथैव अस्ति. द्वितीयदलम् अस्ति चक्षुर्मात्रग्राह्यः. तृतीयः अस्ति चक्षुर्मात्रग्राह्यः गुणः. एकनिमिषं, प्रथमदलम् अस्ति चक्षुर्ग्राह्यः, अस्तु. द्वितीयदलमस्ति चक्षुर्मात्रग्राह्यः. तृतीयदलमस्ति गुणः, गुणत्वम् इति. हा, इति त्रीणि दलानि सन्ति. अधुना प्रथम अत्र एकस्य द्वितीयस्य अपि मिश्रणं कृत्वा चतुर्थः प्रकारः भवति. एवम् प्रथमस्य अपि च तृतीयस्य मिश्रणे पञ्चमः प्रकारः भवति इति कृत्वा षट् प्रकाराः सम्भाव्यन्ते. अस्तु अस्तु, प्रथमप्रकारं पठतु भवती एव. प्रथमः बिन्दुः अस्ति खलु. प्रथमः चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपित विषयत्वम् एव लक्षणम् अस्तु चेत् घटोऽपि चक्षुषा गृह्यते इति घटे अतिव्याप्तिः. अत्र चक्षुरिन्द्रियेण यत् ग्राह्यः अस्ति विषयः, तत् अस्तु. तर्हि वाक्यस्य पठनसमये विषयद्वयं मनसि निधाय पठतु. लक्ष्यं किम् अस्माकम्? चक्षुर्मात्रग्राह्यः. लक्ष्यं, लक्ष्यं रूपं, रूपं लक्ष्यम्. अस्तु, रूपम् इति लक्ष्यम् अस्ति. तस्मिन् किं लक्षणम् अस्ति? चक्षुरिन्द्रियनिष्ठ यद् भवती पठितवती अधुना. आम् आम्, चक्षुषा गृह्यते, तत् तत्तु लक्षणम् अस्ति रूपे. चक्षुषा, तद् लक्षणम् अत्र प्रथमचित्रं तत्र पूर्वस्मिन् पुटे आसीत् खलु, चक्षुषा रूपं गृह्यते. आम्, तत् सर्वम् उक्तमस्ति, तत् प्रथमलक्षणमस्ति. चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठ विषयितानिरूपितविषयत्वम् इति प्रथमं लक्षणम् अस्ति लक्ष्ये. अस्माकं लक्ष्यम् अस्ति रूपम्. इदानीं चर्चा भवतु यद् तादृशं लक्षणं यत्किमपि अत्र जातं दीर्घवाक्येन विषयत्वम् इति, तादृशं लक्षणम् अपरत्र अपि वर्तते वा इति. यथा घटः अपि चक्षुषा गृह्यते वा? चक्षुषा गृह्यते खलु घटः अपि. आम् आम्, यदा वयं शक्नुमः चक्षुषा घटः अपि, अतः अतिव्याप्तिः भवति. हा, एतत् सर्वं यदुक्तं दीर्घवाक्येन तादृशं विषयत्वं घटे अपि अस्ति, अस्ति न वा? आम् अस्ति इति कृत्वा घटे अस्ति इति इत्यनेन तत्र घटे अतिव्याप्तिः भवति. तर्हि केवलम् एतस्य वदनेन न जायते, अस्माकं कार्यं न सम्पूर्णम्. अन्यत् किमपि अपेक्षितं, तदर्थं द्वितीयदलम् अस्ति अत्र. द्वितीयवाक्यद्वयं पठति वा द्वितीयदलस्य? अस्तु, चक्षुर्भिन्न इन्द्रियनिष्ठ जनकतानिरूपित जन्यताश्रय प्रत्यक्षनिष्ठविषयिता निरूपित विषयत्व अभावः एव लक्षणम् अस्तु. अत्र द्वितीयलक्षणमस्ति यत् यत् चक्षुर् भिन्न इन्द्रियेण यत् ग्राह्यते तद् तद् विषयत्व अभावः इति लक्षणम् अस्ति. एवं सति न घटे अतिव्याप्तिः. भिन्न इन्द्रियेण वयं घटं न द्रष्टुं शक्नुमः. अस्तु, द्वितीयः लक्षणम् अस्ति ग्राणादि इन्द्रियैः यद् प्रत्यक्षं जायते तस्मिन् प्रत्यक्षयः विषयः गन्धः रसः तादृशविषये या विषयता अस्ति तस्य अभावः रूपे अस्ति इति वयं दृष्टवन्तः खलु पूर्वस्मिन् पुटे. तद् चित्रमस्ति चक्षुर्मात्र. चक्षुर्मात्र इति प्राधान्यमस्ति यत् तत्र द्वितीयचित्रं वर्णयति यत् चक्षुर्मात्र ग्राह्यम्. अस्तु, इदानीं पश्यतु, प्रथम दलमेव स्वीकुर्मश्चेत् चक्षुरिन्द्रियनिष्ठ चक्षुर्ग्राह्य इति स्वीकुर्मश्चेत् तत्र घटे अतिव्याप्तिः भवति एव. चक्षुर्भिन्न इन्द्रियेण यद् प्रत्यक्षं भवति तस्य विषयः कः? यः कोऽपि गन्धः अथवा गन्धः रसनेन्द्रियेण रसः रसः आम् तादृशः विषयः यत् अस्ति तस्मिन् या विषयता अस्ति सा विषयता रूपे अस्ति वा? नास्ति. नास्ति खलु. ग्राणेन्द्रियेण यद् जायते ज्ञानं तस्मिन् विद्यमानविषयस्य विषयता केवलं अन्यत्र भवति. तादृशं नास्ति कस्मिन् रूपे. अस्तु, तर्हि एतस्य वदनेन एवं सति न घटे अतिव्याप्तिः. प्रथमवाक्यस्य प्रथमदलस्य केवलं प्रथमस्य वदनेन घटे अतिव्याप्तिः भवति. परन्तु द्वितीयवाक्यस्य वदनेन घटे अतिव्याप्तिः न भवति, यतोहि तादृशः विषयताभावः घटे नास्ति. वयं घटं स्प्रष्टुं शक्नुमः, तस्य गन्धः कः इति ज्ञातुं शक्नुमः. तर्हि तादृशः अभावः, तादृशविषयताभावः घटे नास्ति खलु. इति कृत्वा घटे अतिव्याप्तिदोषः निवारितः भवति वाक्यद्वयस्यापि वदनेन. इति स्पष्टम्? वाक्यद्वयस्य वा द्वितीयवाक्यस्य एव वा? हा, क्षम्यतां, द्वितीयवाक्यस्य वदनेन. तर्हि सारांशः अस्ति यद् वाक्यद्वयमपि अपेक्षितम् अस्ति. केवलं चक्षुरिन्द्रियनिष्ठप्रत्यक्ष निरूपितविषयता का इति न, विषयताभावः अपि वक्तव्यः भवति. विषयतायाः अभावः, तेन घटे वा पटे वा अपरेषु वस्तुषु यः अतिव्याप्तिः वर्तते सः निवार्यते इति अस्ति. अग्रिमवाक्यं पठतु भगिनि. चक्षुर्भिन्नं यत् त्वग् इन्द्रियं तज्जन्यप्रत्यक्षविषयत्वम् एव घटे वर्तते, विषयत्व अभावः नास्ति इति न अतिव्याप्ति इति चेत्. इदानीं बुद्धम्? अत्र त्वग् इन्द्रियस्य इन्द्रियेण यत् ग्राह्यते तत् जन्य विषयत्वं घटे वर्तते, विषयत्व अभावः नास्ति इति न अतिव्याप्ति न चक्षु. हा, प्रथमवाक्ये अतिव्याप्तिः आसीत् घटे. तस्य निवारणाय अस्माभिः वक्तव्यमासीत् चक्षुर्भिन्न इन्द्रियेण यद् ज्ञानं भवति तस्मिन् यः विषयता विषयः अस्ति तादृशविषयतायाः अभावः अस्ति रूपे, परन्तु सः अभावः घटे नास्ति खलु. चक्षुर्भिन्न इन्द्रियम् अत्र त्वगिन्द्रियम् इति उदाहरणं स्वीकृतं, तज्जन्यप्रत्यक्षं तज्जन्यप्रत्यक्षं किमपि भवतु, अयं घटः मम नेत्रं नास्ति चेदपि, नेत्रं कार्यं न करोति चेदपि त्वगिन्द्रियेण स्पृष्ट्वा अहं जानामि अयं घटः इति प्रत्यक्षम्. अस्तु, तादृशप्रत्यक्षस्य विषयः कः? कोऽपि वदति? स्पर्शः अथवा साक्षात् घटः अपि, साक्षात् घटः अपि अस्ति तादृशप्रत्यक्षस्य विषयः साक्षात् घटः अपि अस्ति. तर्हि विषयता अभावः, विषयतायाः अभावः नास्ति घटे, परन्तु तादृशविषयता अभावः अस्ति रूपे इति कृत्वा विषयतत्वाभावः घटे नास्ति इति वदनेन इत्यनेन अतिव्याप्तिदोषः निवारितः भवति. दलद्वयम् अपेक्षितमस्ति अत्र. बुद्धं वा? मया चिन्तितं. भगिनि, त्वकिन्द्रियस्य त्वकिन्द्रियेण प्रत्यक्षविषयता अभावः घटे अस्ति इति वा? घटे नास्ति. घटे नास्ति. आम्, घटे नास्ति. स्वगिन्द्रियेण जन्यप्रत्यक्षविषयताभावः केवलं रूपे अस्ति, यतोहि त्वगिन्द्रियेण रूपं वयं न जानीमः. घटं तु जानीमः, रूपं नास्ति इति कृत्वा तादृश अभावः घटे नास्ति, केवलं रूपे अस्ति इति द्वितीयदलस्य महत्त्वम् अस्ति. तादृशः अभावः रूपे अस्ति इति वक्तव्यं भवति घटे, पटे वा दण्डे वा अतिव्याप्ति निवारयितुम्. बुद्धं वा? चिन्तयन्तु, तत्र किमपि जाटिल्यं नास्ति, इतोपि एकवारं पठन्ति चेत् स्पष्टमेव भवति इति मन्ये. अस्तु, तर्हि अग्रे सरेम. वदतु महोदय. प्रश्नः, द्वितीयदलस्य उपयोगः केवलं अतिव्याप्तिनिवारणार्थमेव? सत्यं, तदेव. यतोहि अत्र प्रथमवाक्ये उक्तं खलु, केवलं चक्षुरिन्द्रियनिष्ठप्रत्यक्षनिरूपितविषयता घटे अपि अस्ति. तत्र अतिव्याप्तिः अस्ति, द्वितीयदल उपयोगेन अतिव्याप्तिः निवर्तयते. हा हा, अतिव्याप्तेः निवारणं भवति द्वितीयदलस्य उपयोगेन. परन्तु द्वितीयदलस्य उपयोगेन अपि पूर्णतया अतिव्याप्तिः न अपगच्छति, किमर्थम् इति अग्रे अस्ति, पठेम. अस्तु, वर्दिनी भगिनी अग्रे पठति वा? अतीन्द्रिय इत्यस्मात् आरभ्य. अतीन्द्रिय कुत्र अस्ति भगिनि? द्वितीयः बिन्दुः तत् अतीन्द्रिय इति पश्यति वा? अतीन्द्रिये गुणत्वरूप गुणे वक्ष्यमाणे अतिव्याप्तिः, तथा हि आज्यपतनसमवायिकारणरूपं गुरुत्वं न केनापि इन्द्रियेण ज्ञातुं शक्यं, यथा आकाशादीनाम् अनुमानेन प्रमाणेनैव सिद्धिः, तद्वदेव गुरुत्वस्यापि, तथा च चक्षुर्भिन्नानि यानि घ्राणादीनि इन्द्रियाणि तज्जन्यप्रत्यक्षेन गुरुत्वं विषयः इत्यायातम्. एवं सति तादृशप्रत्यक्षविषयत्वाभावः गुरुत्वे अस्ति इति गुरुत्वे अतिव्याप्तिः. अस्तु, उच्यताम्। प्रथमतया वयं दृष्टवन्तः प्रथमदलेन अतिव्याप्तिः जायते कश्चन, तस्य निवारणार्थं द्वितीयः दलः विषयताभावः इति वक्तव्यं भवति। परन्तु अत्र पश्यामः यत् द्वितीयदलस्यापि कश्चन दोषः अस्ति, अतिव्याप्तिदोषः। कुत्र अस्ति सः अतिव्याप्तिदोषः? विषयताभावः नास्ति इति न अतिव्याप्तिरिति चेत्, हा, विषयताभावः घटे नास्ति इति बुद्धं खलु, तर्हि घटे अतिव्याप्तिः निवारितं। परन्तु अत्र किम्, इतोपि नूतनगुणः अस्ति, सः गुणः अतीन्द्रिये गुणत्वरूप गुरुत्वरूपगुणे वक्ष्यमाणे अतिव्याप्तिः। हा, द्वितीयदलस्य गुरुत्वम् इत्युक्ते ग्राविटि महोदय, आकर्षणशक्तिः, तदेव गुरुत्वम्। अस्तु, तत्र गुरुत्वम् इत्यपि एकं गुण एकः गुणः अस्ति चतुर्विंशतिगुणेषु। प्रथमं पुस्तकस्य प्रथमभागे पश्यन्ति चेत् गुरुत्वम् इति अपि एकः गुणः अस्ति। तादृशगुणः गुरुत्वनामकः गुणः यः अस्ति तस्मिन् अधुना अतिव्याप्तिः जायते। किमर्थम् इत्युक्ते यद्विषयताभावः वयं चर्चितवन्तः तादृशविषयताभावः गुरुत्वे अस्ति इति सारांशः अस्ति। किमर्थं गुरुत्वे अस्ति इति अग्रे अस्ति, भगिनी किञ्चित् वदति वा पठित्वा? तथा हि यथा आकाशादीनाम् अनुमानेन प्रमाणेनैव सिद्धिः, तद्वदेव गुरुत्वस्यापि। तस्य अर्थः कः वदतु? अस्तु, अत्र अनुमानेन सिद्धिः भवति इत्यस्य अर्थः इन्द्रियेण गृह्यते वा इति प्रश्नः भवति। तदा आकाशः केनापि इन्द्रियेण न गृहीतः भवति खलु? तथैव गुरुत्वस्य विषये किं वदति? गुरुत्वस्य विषये अपि न ज्ञातुं शक्यम्, इन्द्रियेण न ज्ञातुं शक्यते। इन्द्रियेण गुरुत्वम् इति यः गुणः अस्ति सः अतीन्द्रियः, आकाशवत् अनुमानेन सिद्ध्यति, इन्द्रियेण न कदापि ज्ञातुं शक्यते। अस्तु, तदर्थं किं भवति? अग्रे पठतु। तथा च चक्षुर्भिन्नानि यानि घ्राणादीनि इन्द्रियाणि तज्जन्यप्रत्यक्षे न गुरुत्वं विषयः इत्यायातम् इति किञ्चित् बुद्धं वा? चक्षुः भिन्नानि यानि घ्राणादीनि इन्द्रियाणि तज्जन्यप्रत्यक्षे न गुरुत्वं विषयः इत्यायातम्। भिन्न इन्द्रियाणि चक्षुः न भिन्न इन्द्रियाणि घ्राणानि इव घ्राण इन्द्रियम् इव तज्जन्यप्रत्यक्षे न गुरुत्वं विषयः इत्यायातम्। नाम यः कोऽपि यत्किमपि इन्द्रियं भवतु, चक्षुः वा चक्षुर्भिन्न इन्द्रियं वा, अस्तु, तेन न कदापि गुरुत्वं गृह्यते। तर्हि चक्षुर्भिन्न इन्द्रियेण यद् प्रत्यक्षं भवति तस्य विषयः न कदापि गुरुत्वं भवति। गुरुत्वं कस्यापि इन्द्रियजन्यप्रत्यक्षस्य विषयं न भवति, तादृशः गुणः अस्ति गुरुत्वम् इति, अतीन्द्रियः गुणः। हा, एतत् सर्वं दृष्ट्वा अस्माभिः ज्ञायते यत् प्रथमवाक्ये द्वितीयबिन्दोः प्रथमवाक्ये यः विषयताभावः उल्लिखितः तादृशविषयताभावः गुरुत्वे अपि अस्ति, यतोहि गुरुत्वं कस्यापि विषयः न भवति, कस्यापि इन्द्रियजन्यप्रत्यक्षस्य विषयः न भवत्येव इति कृत्वा चक्षुर्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयतानिरूपितविषयत्वाभावः गुरुत्वे अपि अस्ति. अस्तु, गुरुत्वे अपि अस्ति तादृशः इति अत्र अतिव्याप्तिः अस्ति गुरुत्वे. अन्तिमवाक्यं पठतु भगिनि. केवलं गुणत्वमेव न न एवं सति एवं सति एवं सति तादृशप्रत्यक्षविषयत्वाभावः गुरुत्वे अस्ति इति गुरुत्वे अतिव्याप्तिः तत्रापि अभावः अस्ति. हा हा, इति मुख्यः विषयः अत्र अभावः. अभावः हा, अभावः इति प्रमुखं पदमस्ति तत्र. विषयत्वाभाव गुरुत्वे अपि अस्ति. तर्हि प्रथमदलेन एकरीत्या अतिव्याप्तिः निवारितः द्वितीयदलस्य वदनेन. परन्तु द्वितीयदलस्य वदनेन अपि एकत्र अतिव्याप्तिः अस्ति. अस्तु, सः गुरुत्वम् इति गुणः, तस्मिन् अतिव्याप्तिः वर्तते. अस्तु, इदानीं तृतीयः प्रकारः कः इति पश्यामः. प्रथमः प्रकारः आसीत् केवलं प्रथमदलं, द्वितीयः प्रकारः द्वितीयदलं, तृतीयम् अधुना पश्येम. भगिनि, प्रश्नमस्ति तत्र आद्यपतनसमवायिकारणरूपं तस्य पदस्य कः अर्थः? अत्र पतनसमवायिकारण पतनकारणम् इति अहं अवगच्छामि. आद्य अपतन इति नास्ति, आद्य पतन पतन इति अहम् अवगच्छामि. पतनस्य कारणं गुरुत्वमेव खलु, सर्वं पतति गुरुत्वेन. इति समवायिकारणं, यतोहि गुरुत्वम् इति गुणः समवायसम्बन्धेन द्रव्येषु वर्तते इति कृत्वा समवायिकारणम् इति उच्यते इति अहं चिन्तयामि. पतन असमवायिकारणं सत्यं, विनय यदुक्तं तत् सत्यमेव. आम्, तत्र स्पष्टीकरणम् आवश्यकम् अस्ति असमवायिकारणं किमर्थम् इति, प्रायः अग्रे गत्वा जानीमः इति मन्ये. धन्यवादः. अस्तु अस्तु, इदानीं तृतीयः समवायिकारणं तु केवलं द्रव्ये भवति खलु, तत्र गुरुत्वम् इति गुणः इति कारणात् तत्र असमवायिकारणं वा? तत्र द्रव्यगतः गुणः वा क्रिया वा भवति चेत् तत्र असमवायिकारणमेव भवति खलु? सत्यं, समवायिकारणं तु केवलं द्रव्यमेव भवति खलु. समवायिकारणं सत्यं, समवायिकारणं कश्चन गुणः अथवा काचित् क्रिया एव भवति यः द्रव्ये वर्तते इति कृत्वा असमवायिकारणम् इति मन्ये. प्रायः अग्रे गुरुत्वसन्दर्भे पठामः गभीरतया इति चिन्तयामि. अस्तु, अग्रे गच्छेम वा? सरला भगिनी अग्रे पठति. अस्तु, वर्धिनि भगिनी एव पठतु. केवलं गुणत्वमेव लक्षणमस्तु चेत् इयं गुणत्वजातिः रसादिगुणेषु वर्तते इति रसादौ सर्वत्रैव अतिव्याप्तिः. वदतु भगिनि. गुणत्वमेव अस्ति चेत् गुणत्वजातिः रसादिगुणेषु वर्तते इति रसादौ सर्वत्र एव अतिव्याप्तिः. इतः न एकनिमिषः, प्रथमवाक्ये आसीत् किम्? एकत्र अतिव्याप्तिः कुत्र घटे, तस्य निवारणार्थं द्वितीयदलं स्वीकृतं. पुनः अत्र दृष्टं यत् द्वितीयदलस्य स्वीकारेण अपि गुरुत्वे अतिव्याप्तिः. इदानीं गुणत्वम् इति स्वीकृतं चेत् सर्वत्र अतिव्याप्तिः. खलु चतुर्विंशतिगुणेषु गुणत्वं वर्तते, सर्वत्र अतिव्याप्तिः. तर्हि अग्रे गत्वा तृतीयप्रकार चतुर्थ पञ्चमषष्ठप्रकारः भवति. सरला भगिनी पठति वा? जयन्ती भगिनी अस्ति किम्? आं भगिनी. पठति वा अग्रे? आम्. इतः दलद्वयम् आदाय चिन्तयामः. प्रथमद्वितीय चक्षु प्रथमद्वितीयदलं च चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यता आश्रय प्रत्यक्षविषयत्वं चक्षुर्भिन्नेन्द्रियनिष्ठजनकतानुरूपितजन्यताश्रयप्रत्यक्षविषयत्व अभावः इति एतद्दलद्वयमेव अस्तु लक्षणम् इति चेत् रूपे विद्यमाना या रूपत्वजातिः तस्य तस्याम् अतिव्याप्तिः. एतत् वाक्यं स्वीकृत्य वदामि वा अग्रे अपि पठामि? अस्तु वदतु. कुत्र अतिव्याप्तिः इति वदतु. दलद्वयं प्रथमं तु चक्षुषा गृह्यते रूपम् इति, द्वितीयदलं तु चक्षुषा मात्रमेव इत्युक्ते अन्यैः इन्द्रियैः न गृह्यते इति. इति एतद् दलद्वयमेव अस्तु इति वयं चिन्तयामः. दलद्वयमेव अस्ति चेत् लक्षणम् इति चेत् रूपे विद्यमाना या रूपत्वजातिः तस्याम् अतिव्याप्तिः. रूपे रूपत्वम् इति जातिः अस्ति तत्र. एतस्य आशयः अस्ति यत् एतद् दलद्वयं केवलं रूपे न अपि तु रूपत्वजातिः यद्वर्तते तस्मिन् अपि अस्ति. वयं किं कृतवन्तः एतावता प्रथमदलं स्वीकृतवन्तः अतिव्याप्ति निवारयितुं, द्वितीयं पुनः तृतीयम् इति दृष्टवन्तः सर्वत्र अतिव्याप्तिः. इदानीं दलद्वयं मिलित्वा स्वीकुर्मश्चेत् प्रथमदलं द्वितीयदलम् इति तत्रापि अतिव्याप्तिः भवति. अतिव्याप्तिः कुत्र भवति इत्युक्ते भगिनी रूपत्वलक्षणम् अपि एतौ द्वौ द्वलौ वा? न एतौ द्वौ द्वलौ दलौ एते द्वे दले रूपत्वे अपि अस्ति इति. किमर्थमिति अग्रे अस्ति. तथा हि इति पठतु. तथा हि यथा घटे विद्यमानं रूपं चक्षुरिन्द्रियेण गृह्यते तथा तद्वृत्तिरूपत्वजातिरपि गृह्यते. अधुना किञ्चित् बुध्यते, बोधः जातः वा? किञ्चित् भगिनि. रूपत्वजातिः इति इत्युक्ते नयायिकानां मतः एवम् अस्ति. यदि अहं घटं पश्यामि अस्तु, मया केवलं घटः न अपि तु घटत्व इति जातिः अपि बुध्यते इति. अस्तु इदानीं तु किञ्चित् बुद्धं भगिनि. रूपं चक्षुरिन्द्रियेण गृह्यते, चक्षुरिन्द्रियेण मात्रं गृह्यते इति वयं जानीमः. परन्तु एते दलद्वयम् एव स्वीक्रियते चेत् रूपत्वे अतिव्याप्तिः भवति. किमर्थम् इत्युक्ते रूपत्वे अपि एते दले स्तः. अतः निवारणम् आवश्यकम्. हा, इत्येव अस्ति. तद् पूर्वस्मिन् पुटे प्रथमचित्रे चतुष्षष्टितमे चित्रे अन्ते रूपमस्ति खलु, तत्र रूपत्वम् इति स्थापयतु. तद् स्थापयति चेदपि वाक्यं तदेव वाक्यं भवति. अनन्तरं द्वितीये चित्रे अपि रूपस्य स्थाने रूपत्वम् इति स्थापयतु, तादृशः अभावः अपि रूपत्वे भवति. इति तेषां कथनं। यतोहि चक्षुरिन्द्रियेण न केवलं रूपम् अपि तु रूपत्वजातिः अपि गृह्यते। चक्षुर्भिन्न इन्द्रियैः न केवलं रूपत्वाभावः अपि क्षम्यतां न केवलं रूपाभावः अपि तु रूपत्वाभावः अपि अस्ति इति तेषां कथनम्। अग्रे अस्ति, पठतु भगिनि। नहि सा चक्षुषः इतरैः ग्राणादिभिः इन्द्रियैः ज्ञातुं शक्या। सा चक्षुषः इतरैः ग्राणादिभिः इन्द्रियैः, आम्, रूपत्वम् इति जाति इतरैः ग्राणादिभिः ग्रहीतुं शक्यम् इति वा? ग्रहीतुं न शक्या, अभावः, तस्य अभावः तत्र नहि इति उक्तं। सा चक्षुष इतरैः ग्राणादिभिः इन्द्रियैः न ज्ञातुं शक्या, तत्र न इति स्थापयतु। चक्षुषः इतरैः, अस्तु, तत्र प्रपञ्चमी खलु, पञ्चमी, हा हा हा, अस्तु, इदानीं तु इतरैः चक्षुष इतरैः इन्द्रियैः रूपत्वं रूपत्व अभावः ज्ञातुं शक्यः इति अस्ति, तदेव अस्ति। सा इत्युक्ते जातिः, स्त्रीलिङ्गपदं, सा जातिः रूपत्वजातिः, तदर्थमेव सा इति उक्तं तत्र। तथा च तस्यां जातौ प्रथमदलं चक्षुर्ग्राह्यत्वं वर्तते। आम्, एवं चक्षुर्भिन्नेन्द्रियग्राह्यत्वरूपं द्वितीयं दलमपि अस्ति, अतः रूपत्वे अतिव्याप्तिः। आम्, पुनः अत्र पुनः तदेव उक्तमस्ति रूपत्वे। वदतु महोदय। कोऽपि प्रश्नः अस्ति वा? न, केवलं तदेव यत् वयं पूर्वं पठितवन्तः घटे, तदेव अत्र भविष्यति रूपं घटाभाव घटाभावः द्वितीयतलेन न। सत्यं सत्यम्, अत्र दलद्वयस्य मिश्रणेन अपि कुत्रचित् अतिव्याप्तिः वर्तते इति प्रदर्शनम् अस्ति। एकमेकं दलस्य स्वीकारेण अतिव्याप्तिः तु अस्ति एव। प्रथमत्रीन् अपि बिन्दून् दृष्ट्वा वयं ज्ञातवन्तः यत् कुत्रचित् अतिव्याप्तिः भवत्येव एकस्य एकैकस्य दलस्य स्वीकारेण। इदानीं दलद्वयस्य मिश्रणेन कुत्र कुत्र अतिव्याप्तिः अस्ति इति अत्र दृष्टवन्तः। दलद्वय प्रथमद्वलं दलं द्वितीयद्वलम् इति दल स्वीकारेण रूपत्वे अस्ति अतिव्याप्तिः। अस्तु, इतः अग्रे गत्वा तथैव भवति चर्चा, दलद्वयस्य मिश्रणं कृत्वा कुत्र अतिव्याप्तिः, कथं निवारणीयम् इति सर्वम्। एतावता कोऽपि प्रश्नः वा? नो चेत् विरमामः। धन्यवादः, धन्यवादः भगिनी, धन्यवादः भगिनी, शुभरात्रिः।